अस्तु, तर्हि अस्माकम् अद्यतनविषयः अस्ति लृङ्लकारः. लृङ्लकारः अस्माकं कृते नूतनविषयः अस्ति. अत्र घटनस्य असम्भावना, तत्र यत्र परिस्थितिसम्भवः नास्ति तत्र. उदाहरणार्थं वदामि, यदि भवान् विलम्बेन प्रस्थानं न अकरिष्यत् तर्हि दुर्घटना न अभविष्यत्. अस्य वाक्यस्य अर्थः एवं यत् विलम्बेन गतवान् एव, तदर्थं दुर्घटना जाता इति तथ्यम् इति अभवत् एव भूतकाले, तदेव अभवत्. किन्तु वयं वदामः यत् अस्तु, तर्हि यदि तथा न अकरिष्यत् तर्हि दुर्घटना न अभविष्यत् इति अर्थः स्पष्टः वा? विलम्बेन गतवान् अतः दुर्घटना अभवत्. दुर्घटना अभवत् कार्यानेन. दुर्घटना नाम तत्र वृक्षः मार्गस्य पार्श्वे अस्ति, तत्र भवती तत्र कार्यानं चालयति स्म शीघ्रं, यतोहि विलम्बेन प्रस्थानं कृतवती, अतः शीघ्रं चालयति स्म. तदर्थं वृष्टिः अपि आसीत्. अनन्तरं तत्र गन्तव्यस्थानम् अगत्वा वृक्षं, तत्र वृक्षेण सह तत्र समस्या जाता, नाम दुर्घटना जाता. अवगच्छति खलु? अस्तु, तर्हि अनेन किं वदामः यत् यदि प्रस्थानं विलम्बेन न अकरिष्यत् तर्हि दुर्घटना न अभविष्यत्. अत्र लृङ्लकारः भविष्यत्कालस्य नाम लृट्लकारस्य अपि च भूतकालस्य लङ्लकारस्य मेलनं, द्वयोः मेलनम्. अत्र नवाधिकशततमे पुटे पश्यन्तु, नवाधिकशततमेपुटे तत्र पाठस्य द्वितीयपुटः, भू इति धातुः अस्ति, तत्र चित्रं पश्यन्तु. भू इति धातुः अस्ति, लट् लकारस्य रूपं भवति वर्तमानकालस्य, भवति. अत्र लृट् लकारे भविष्यत्काले भविष्यति. इदानीं भूतकाले लङ्लकारे अभवत्, पश्यतु सर्वं लिखितमस्ति अत्र, भवति वर्तमानकाले, भविष्यत्काले भविष्यति, भूतकाले अभवत्. द्वयोः मेलनं लृङ् अभविष्यत् नाम तत्र आरम्भस्य अन्तस्य च लङ्लकारात्, मध्यमभागः लृट्लकारात् इति स्थितिः अस्ति. अभविष्यत् समीचीनम्, अभविष्यत् इति परिस्थितिः अस्ति. तत्र अपि च त आरम्भस्य अन्तस्य च भागः लङ्लकारात्, मध्यमभागस्य स्य इति लृट्लकारस्य भागः मध्ये, यत्र इडागमः अस्ति, इकारः भवि इकारः इति इडागमः यत्र अस्ति तत्र दन्त्यसकारस्य स्थाने मूर्धन्यषकारादेशः भवति, अतः भविष्यति तत्र मध्ये श्य इति अस्ति, तर्हि आहत्य अभविष्यत् इति रूपमस्ति। कोऽपि प्रश्नः? प्रश्नमस्ति नूतनतया कोऽपि अस्ति वा? आम् श्रुता अस्मि। अस्तु, कोऽपि प्रश्नः अथवा अग्रे गच्छेम? महोदय, अहं विलम्बेन आगतवती। कस्मिन् कस्य सम्बन्धे उक्तवान्? सप्तदशपाठः अस्ति, लृङ्लकारः, लिङ्ग् नवाधिकशततमे पुटे स्मः। तर्हि रूपाणां किञ्चित् चिन्तनं कुर्मः। तर्हि अर्थः इति एका वार्ता अस्ति यत् भूतकाले भवति स्म किन्तु न अभवत्। भूतकाले इति समयः, भूतः समयः भूतकालस्य, किन्तु घटना न जाता, तस्यां दशायां वयं लृङ्लकारस्य उपयोगं कुर्मः इति अर्थः। लृङ्लकारस्य अर्थः स्पष्टः स्यात्। सुनिधि भगिनी अवगच्छति वा अर्थः? अवगच्छति, अस्तु, बहु समीचीनमस्ति। अन्य कोऽपि अस्ति वा? नमस्ते महोदय, अखिला अस्मि। अस्तु भगिनि, स्वागतं। इदानीं लृङ्लकारः इति प्रवर्तमानः अस्ति, सप्तदशः पाठः, तत्र इदानीं नवाधिकशततमे पुटे स्मः। तत्र यथा गच्छति इति पश्येम, गच्छति इति लट्लकारः, इदानीं गच्छति इत्यस्य भविष्यत्कालस्य रूपं किम् इति नताशा भगिनी वदति वा? न श्रुतवती, गच्छति इति लृट् लकारस्य रूपं किं? लृट् भूधातु महोदय, गच्छति इति गच्छति, गमिष्यति। हा, अस्तु, इदानीं लङ्लकारस्य रूपं किम्? अगच्छत् योगः गमिष्यति, तत्र आरम्भस्य भागः अन्तस्य भागः च लङ्लकारात्, मध्यमभागस्य लृट्लकारात्। तर्हि रूपं किं स्यात् इति वदति वा? आगमिष्यत्। आगमिष्यत्, बहु समीचीनमस्ति। अस्तु, पठति इति सन्ध्या भगिनी वदतु। पठिष्यति अपठिष्यत्। समीचीनमस्ति। अस्तु, सुनिधि भगिनी वदतु, तत्र क्रीडति। सो लाङ्ग् इस् क्रीडत्। सो अक्रीडिष्यत्। लृट् लकारं वदतु। क्रीडिष्यति। अस्तु, बहु समीचीनमस्ति। लृङ् अक्रीडिष्यत्। अस्तु, समीचीनमस्ति, बहु सम्यक् अस्ति। इदानीं वदति वदति इति सुब्रह्मण्यमहोदय वदतु कृपया. महोदय, लङ्लकारः अवदत्, लृट् लकारः वदिष्यति, लृङ्लकारः अवदिष्यत्. हा, समीचीनमस्ति. अस्तु, लक्ष्मीभगिनी तत्र पिबति. लङ्लकारः अपिबत्, लृट् लकारः पास्यति. लृङ्लकारः अपास्यत्. समीचीनमस्ति. अस्तु, लिखति अखिला भगिनी. लङ् अस्ति अलिखत्, लृट् अस्ति लेखिष्यति, आहत्य अलेखिष्यत्. हा, समीचीनमस्ति. अस्तु, अग्रे अनन्तरं सञ्जीवमहोदय हसति. हसति लृङ् लृट् लकारे हसिष्यति, लङ्लकारे अहसत्, लृङ्लकारे अहसिष्यत्. हा, तथैव अस्ति. अन्य के के आगतवन्तः? श्रीनिवासमहोदय, अन्य कोऽपि? रवि. स्वागतं महोदय. अस्तु, मम अभ्यासः नास्ति. अस्तु अस्तु अस्तु, अवश्यम् अवश्यम् आगच्छतु. समीचीनं, रवि महोदय. अस्तु, तर्हि नयति, नयति इति पश्यामः. शिल्पाभगिनी वदतु कृपया. नयति लिङ्गकारः अनयत्, लिट्लकारः नयिष्यति. न, धातुः अस्ति नि, धातुः अस्ति नि, न तु निशति. निशति न, तथा नास्ति. श्रीनिवासमहोदय साहाय्यं करोति वा? नि धातोः भविष्यत्कालः नेष्यति. हा हा हा, शिल्पभगिनी वदतु इदानीं. नेष्यति अनयत्. नेष्यति अनयत् अनयत्. न, नेष्यति इति अस्ति भविष्यत्काले. लिङ्गकारः अनयत्, लृट्लकारः नेष्यति. लङ्लकारः अनयत्, लङ्. लङ्लकारः अनयत्, लृट्लकारः नेष्यति. लृङ्लकारः अन्वेष्यति, अन्वेष्यत्. हा, समीचीनमस्ति. अनेष्यत्, अनेष्यत्. अस्तु, समीचीनमस्ति. इदानीम् अग्रे श्रीनिवासमहोदय तत्र धावति. धावति लङ्लकार अधावत्, लुट्लकार धाविष्यति. लृङ् लृङ्ग् द्वयोः मेलनं, द्वयोः मेलनं भवति. अस्तु, पत्रा भगिनी भवति वा? हा महोदय, अधाविष्यत्. हा, अधाविष्यत्. अत्र सञ्जीवमहोदय, श्रीनिवासमहोदय पश्यतु, आरम्भस्य भागः अन्तस्य भागश्च लङ्लकारात्, मध्यमभागः लृट्लकारात्. अधावत् धाविष्यति, अधाविष्यत्. अस्तु, बहु समीचीनमस्ति. हा, अग्रे रविमहोदय वक्तुमिच्छति वा अग्रे? पश्यति इति, पश्यति किं किं रूपं? तत्र प्रथमतया लृत्, अनन्तरं लङ्, आहत्य लृङ् इति वदतु. लृट् लकारस्य पठिष्यति, पश्यति, पश्यति इति लट् इति वर्तमानकालः. अस्तु, लङ् इति वदतु. लङ् अपश्यत्, अपश्यत्, अपश्यत्. हा, इदानीं पश्यति इति इत्यस्य धातुः कः? तत्र लृट् लकारस्य रूप, हा, दृश्य, हा, तर्हि लृट् लकार, द्रक्ष्यति, हा, अत्र अद्रक्ष्यत्, अद्रक्ष्यत् इति भवति. बहु सम्यक् अस्ति. अस्तु, इदानीं अग्रे नताशा भगिनी मिलति. लृट् मिलिष्यति, लङ् अमिलत्, लृङ् अमिलिष्यत्, लृङ् लृङ् अमिलिष्यत्, लृङ् अमिलिष्यत्. समीचीनमस्ति. अस्तु, अखिला भगिनी तत्र पृच्छति. अपृच्छत् लङ् अस्ति, लृट् अस्ति, पृच्छति, प्रेष्यति न, किञ्चित् भिन्नम् अस्ति, किञ्चित् भिन्नम् अस्ति. सन्दीपमहोदय किञ्चित् साहाय्यं करोतु. लृट् लकारे प्रक्षति, प्रक्षति, ओ क्षम्यता, प्रक्षति, अप्रक्ष्यत्, अप्रक्ष्यत्. समीचीनमस्ति. अग्रे तर्हि इदानीं सुब्रह्मण्यमहोदय इदानीं जानाति. आं महोदय, जानाति लङ्लकारः अजानत् लृट् ज्ञास्यति, लृङ्लकारः अज्ञास्यत्. समीचीनमस्ति. अग्रे सुनिधि भगिनी इदानीं खादति. लङ् इस् अखादत्, लृट् खादिष्यति, लृङ् न श्रुतवान्, लृङ् किं भवति? अखादिष्यत्. हा, बहु समीचीनमस्ति. अन्ये के आगतवन्तः? अन्य कोऽपि आगतवान् खलु मध्ये? अस्तु, अन्य कोऽपि वा नूतनतया? तर्हि लक्ष्मी भगिनी तत्र करोति. करोति लङ्लकारः अकरोत्, लृट्लकारः करिष्यति, लृङ्लकारः अकरिष्यत्. समीचीनमस्ति. अग्रे श्रीनिवासमहोदय अग्रे ददाति. बध्नाति महोदय, ददाति, ददाति, क्षम्यताम्, ददाति, यच्छति, ददाति, लङ्लकार अयच्छत्, न ददाति इति दादातोः वदतु, यच्छति इति न, ददाति. एवमेव वदतु, प्रायः सत्यं स्यात्. न, तथा नास्ति. सन्ध्या भगिनी वदतु, साहाय्यं करोतु. लङ्लकारेण स्मरामि. लङ् लङ् एवमेव चिन्तयतु, प्रायः सत्यमेव स्यात्, कठिनं नास्ति. अदावत् ददाति इति ददाति किं स्यात्? अत्र अखिलभगिनी साहाय्यं करोतु कृपया. हा अस्तु, सन्ध्या भगिनी लिट्. आं दास्यति. हा मेलयतु. अदास्यत्. अदास्यत् अस्तु. इदानीं किञ्चन वाक्याभ्यासं कुर्मः. इदानीं अस्तु, नताशा भगिनी, तत्र गच्छति इत्यस्य तत्र लृङ्लकारम् उपयुज्य वाक्यं विरचयतु. गच्छति इत्यस्य अग्रे तत्र सुनिधि भगिनी इदानीं वदति इति करोतु. हा वाक्यं अनन्तरं चिन्तयतु, लिखतु. हा अग्रे अग्रे अस्ति, सन्ध्या भगिनी पठति. हा अनन्तरं सञ्जीवमहोदय पिबति. पिबति. हा अनन्तरं सुब्रह्मण्यमहोदय लिखति. अग्रे लक्ष्मी भगिनी नयति. अग्रे शिल्पा भगिनी पश्यति. पद्मा भगिनी पश्यति. पद्मा भगिनी पृच्छति. अखिला भगिनी मिलति. श्रीनिवासमहोदय खादति. रविमहोदय जानाति. तत्र पुष्पा भगिनी करोति. अन्य कोऽपि अस्ति वा? अस्तु. नताशा भगिनी सिद्धा. आं महोदय. गच्छति. महोदय किञ्चित् समयः अपेक्षितः. अस्तु, यः कोऽपि सिद्धः वा? यः कोऽपि सन्ध्या भगिनी वदतु. बालिका बहवः दिनाः अपठिष्यत् चेत् परीक्षा कठिना न भविष्यति. किन्तु किन्तु हा किन्तु उभयत्र लृङ्लकारः अपेक्षितमस्ति. लृङ्लकारः अपेक्षितः अस्ति उभयत्र. भविष्यति इति न. भविष्यति इति भविष्यति नाम किं? भविष्यति नाम वास्तविकस्थितिः. हा इदानीं पुनः वदतु, किन्तु दिनशब्दः नपुंसकलिङ्गशब्दः. तर्हि बालिका बहूनि दिनानि अपठिष्यत् चेत् परीक्षा कठिना न अभविष्यत्. समीचीनमस्ति. इति वार्ता अस्ति, बहु सम्यक् अस्ति. तत्र पर्यन्तं पञ्चदिनं पञ्चदिनं इति भवति. अस्तु अग्रे गच्छेम. अन्य कोऽपि? महोदय महोदय पद्मा, अर्जुनः कृष्णं बहूनि प्रश्नानि अपृच्छत्. न तत् न तत् अत्र यत्र कुत्रापि लृङ्लकारः भवति तत्र एकस्मिन् वाक्ये भवतां सर्वेषां वाक्येषु क्रियपदद्वयम् अवश्यं भवेत्. क्रियपदद्वयं वाक्यस्य भागद्वयम् अवश्यम् अपेक्षितमस्ति. तत्र यदि तर्हि इति चिन्तयतु. यदि तर्हि, यदि समये अगमिष्यत् तर्हि गन्तव्यस्थानं समये प्राप्स्यत्. यदि तर्हि इति, किन्तु तथा न अभवत्. किन्तु यदि अभवत्, यदि अभविष्यत् तर्हि तथा अभविष्यत्. यदि तर्हि सर्वदा अपेक्षितमस्ति. पुनः चिन्तयतु कृपया. अर्जुनः कृष्णं बहूनि प्रश्नानि अपृच्छत्. कृष्णः भगवद्गीतोपदेशं अकुर्यति. न तथा वाक्यं समीचीनं नास्ति. कृपया पुनः चिन्तयतु. तथा अभवत् न वा? नाम कृष्ण तथा कृतवान् न वा इति विचिन्त्य कृपया पुनः चिन्तयतु कृपया. अन्य कोऽपि? सुब्रह्मण्य महोदय. न चिन्तयतु. द्विवारं भवती उक्तवती, पुनः चिन्तयतु इदानीं. हा सुब्रह्मण्य वा. आं महोदय, मम धातुः अस्ति लेख्. यदि रामः परीक्षां न अलेखिष्यत् तर्हि सः उत्तीर्णः न अभविष्यत्. हा समीचीनमस्ति. अग्रे सञ्जीवमहोदय. यदि अहं क्षीरं न अपास्यं तर्हि बलवान् न अभविष्यम्. हा हा हा उत्तरं. हा समीचीनमस्ति. अग्रे महोदय, अहं वदामि वा? लक्ष्मीभगिनी वा? आं महोदय. अस्तु वदतु. मम धातुः नयति. स्पीकर् फोन् मास्तु, सम्यक्तया न श्रूयते. मम धातुः नयति. यदि अहं कक्षायां संस्कृतपुस्तकानि न अनेष्यं चेत् न अपठिष्यम्. हा एकस्मिन् वाक्ये यदि अपि च चेत् मिलित्वा न भवतः. पुनः वदतु सामान्यदोषः. यदि चेत् नाम मिलित्वा न भवति. पुनः वदतु. यदि कक्षायाम् अहं संस्कृतपुस्तकानि न अनेष्यं तदा तर्हि न अपठिष्यं. समीचीनमस्ति. अपठिष्यं. स्पीकर् फोन् नास्ति वा? महोदय, पद्मा वदामि. हा वदतु वदतु. यदि अर्जुनः बहूनि प्रश्नानि प्रश्नशब्दस्य लिङ्गं किं? पुंलिङ्गं. तर्हि प्रश्नानि कथम् आसीत्? पुनः विचिन्त्य. अग्रे सुनीति भगिनि, अग्रे. यदि सः न अवदिष्यत् तर्हि सा गृहं न अगमिष्यत्. अस्तु सम्यक्. बहु समीचीनमस्ति भगिनि. हा अग्रे अखिला भगिनी, अग्रे. मिलति अमेलिष्यत्. रामः सूर्पनकां, यदि रामः सूर्पनकां न अमेलिष्यत् तर्हि सीतायाः अपहरणं न अभविष्यत्। हा सम्यक् अस्ति, किन्तु तत्र प्रायः द्वितीयविभक्तिः न भवेत्, तेन सह इति वक्तव्यमस्ति। यत्र मिल् धातुः अस्ति, अहं भवतीं मिलामि इति न वदामः, तत्र अहं भवत्या सह मिलामि। अस्तु, यदि रामः शूर्पणखाया सह अमेलिष्यत् तर्हि सीतायाः अपहरणं न भविष्यति। न भविष्यत्। हा समीचीनम्, अग्रे अग्रे शिल्पा भगिनी अग्रे पश्यति। यदि अहं पुस्तकं न अद्रक्ष्यं तर्हि अहं लेखकस्य नाम न अज्ञास्यम्। न अज्ञास्यं समीचीनमस्ति। नाम सुन्दरं सुन्दरम्। अस्तु रविमहोदय अग्रे। ज्ञातु यदि सः उत्तरम् अज्ञास्यत् तदा सः अलिखिष्यत्। हा समीचीनम् अस्ति। श्रीनिवासमहोदय खादति अखादिष्यत्। यदि भोजनं मधुरं नास्ति चेत् मम पुत्रः अखादिष्यत्। हा हा आशयः अर्थः समीचीनः अस्ति, किन्तु रूपद्वयमपि लृङ्लकारे भवेत्। पुनः वदतु, नास्ति चेत् इति अत्र न भविष्यति। नास्ति नास्ति नाम नास्ति एव। यदि भोजनं मधुरं नास्ति लृङ् लृङ् वदतु लृङ्। अस् धातोः लृङ्लकारः न भवति, तथा भूधातोः वक्तव्यमस्ति। यदि भोजनं मधुरं न अभवत् अभवत् इति लङ् अभविष्यत् मम पुत्रः अखादिष्यत्। न पुनः वदतु। यदि भोजनं मधुरम् अभविष्यत् न अभविष्यत् मम पुत्रः अखादिष्यत्। न यदि भोजनं मधुरं न अभविष्यत् तर्हि पुत्रः तर्हि पुत्रः अभविष्यत् अखादिष्यत् अखादिष्यत् अथवा न अखादिष्यत् न अखादिष्यत् खलु। यदि भोजनं मधुरं न अभविष्यत् तर्हि न खादिष्यत्। किन्तु वस्तुस्थितिः का? वस्तुस्थितिः का? भोजनं मधुरमासीत् अतः खादितवान्, किन्तु यदि भोजनं मधुरं न अभविष्यत् तर्हि न खादिष्यत्। सत्यम्? अस्तु अस्तु अस्तु समीचीनं। पुष्पा भगिनी अस्ति वा? अस्तु पद्मा भगिनी वदतु, सम्यक्तया वदतु। आं महोदय, यदि अर्जुनः कृष्णं बहु प्रश्नाः न अपृच्छत् तर्हि कृष्णः गीतोपदेशं न अत्र अस्तु वस्तुस्थितिः का? गीतोपदेशः जातः खलु अथवा न जातः? न जातः गीतोपदेशः न जातः। यदि अर्जुनः न पृच्छति अस्तु पुनः वदतु भगिनि, वाक्यं समीचीनं नास्ति, पुनः वदतु। यदि प्रथमतया प्रश्नशब्दस्य बहुवचनान्त द्वितीयविभक्त्यन्तं रूपं किम्? प्रश्नाः न भवती जानाति एव तत्र अभ्यासपुस्तकस्य वार्ता प्रश्नशब्दस्य अस्तु अस्तु मम कथनस्य का आवश्यकता पुनः वदतु बहून् प्रश्नान् वदतु यदि अर्जुनः कृष्णं बहून् प्रश्नान् न अपृच्छत् तर्हि अपृच्छत् इति न अत्र लृङ् लृङ्लकारः वदतु अपृच्छति न लृङ् लृङ् सुब्रह्मण्य वदतु सहायं करोतु रूपं किम् अप्रक्ष्यत् भगिनी अत्र अप्रक्ष्यत् यदि अर्जुनः कृष्णं बहून् प्रश्नान् न अप्रक्ष्यत् तर्हि तर्हि कृष्णः गीतोपदेशं अकरिष्यत् अकरिष्यत् अथवा न अकरिष्यत् न करिष्यत् पुनः वाक्यं वदतु कृपया एकवारं यदि अर्जुनः कृष्णं बहून् प्रश्नान् अपृच्छत् तर्हि कृष्णः अप्रक्ष्यत् अथवा न अप्रक्ष्यत् अप्रक्ष्यत् न अप्रक्ष्यत् न अप्रक्ष्यत् तर्हि पृष्टवान् न वा वस्तुस्थितिः का पृष्टवान् एव तर्हि अत्र यदि न अप्रक्ष्यत् यतोहि पृष्टवान् वास्तुस्थितिः का पृष्टवान् एव खलु यदि न अप्रक्ष्यत् तर्हि तर्हि कृष्णः गीतोपदेशं न अकरिष्यत् हा किन्तु तथा न जातम् अतः सः तु कृतवान् एव गीतोपदेशं दत्तवान् एव अस्तु समीचीनमस्ति बहु सम्यक् अस्ति अस्तु अग्रे गच्छ महोदय अस्तु वदतु वदतु भगिनि अहं पाकं सम्यक् न अकरिष्यम् तर्हि मम पुत्रः न खादिष्यत् पुनः वाक्यं वदतु अहं सम्यक् पाकं सम्यक् न करिष्यम् पाकं न करिष्यं मम पुत्रः न अखादिष्यत् न अखादिष्यत् सुन्दरम् अतीवसुन्दरं वाक्यं पाकमिति न श्रुतवान् सम्यक्तया बहु समीचीनमस्ति भगिनि अस्तु अग्रे गच्छेम कः कस्य न उक्तवान् वा प्रश्नः अस्ति एकनिमेषः प्रश्नः तत्र नताशा भगिनी वदतु कृपया आं महोदय यदि अहं भारतदेशे न अगमिष्यत् तर्हि गुरुणा सह मेलनम् अवसर न अभविष्यत् अभविष्यम् सत्यं सत्यं न भविष्यत् तत्र यत्र गम् धातुः अस्ति तत्र द्वितीया विभक्तिः अस्ति पुनः वाक्यं वदतु यदि अहं भारतदेशे न तत्र देशे इति न गम् धातुः अस्ति खलु ओ देशं यदि अहं भारतदेशं न अगमिष्यत् तर्हि न अहम् इति अस्ति खलु अहं गमिष्यत् इति प्रथमपुरुषः महोदय यदि अहं भारतदेशं न अगमिष्यम् तर्हि गुरुणा सह मेलनम् अवसर न अभविष्यत्। मेलनम् अवसर इति न, मेलनस्य अवसरः, मेलनस्य अवसरः महोदय न अभविष्यत्। अस्तु, प्रश्नः अस्ति, उचितं सर्वाणि वाक्यानि अत्र निषेधार्थे एव कृतवन्तः, तर्हि अनिषेधार्थे अपि भविष्यति वा लङ्लकार? अवश्यम् अवश्यम् अवश्यं भवति, भूतकाले भवति एव, किन्तु नकारात्मकः वाक्यः वाक्यं तत्र नापेक्षितमस्ति, बहुत्र भवति किन्तु नासीत् नाम यथा भोजनम् अस्तु, भवानेव अथवा एकम् उदाहरणं वदामि, भोजनम् असमीचीनमासीत्, यदि अहम् अखादिष्यं तर्हि मम व्याधिः अभविष्यत्। भोजनम् अतीव पुरातनम् आसीत्, असमीचीनं, यदि अहम् अखादिष्यं तर्हि मम व्याधिः अभविष्यत्। अवगतं, धन्यवादः। अस्तु अस्तु, तर्हि अत्र अस्माकं पुरतः एका कथा अस्ति, अत्र मनसि अवधानं स्यात् यत् यथा लङ्लकारस्य परिस्थितिः, नाम उपसर्गः अस्ति चेत् लङ्लकारस्य रूप निर्माणार्थम् अडागमः उपसर्गधात्वोः मध्ये आगच्छति, अतः तत्तु वयं जानीमः, यत्र उपसर्गः अस्ति तत्र लङ्लकारस्य निर्माणार्थम् अकारः मध्ये आगच्छति, उपसर्गः धातुः द्वयोः मध्ये, अत्र अपि तथा तावदेव अस्ति। अस्तु, तर्हि एवं कुर्मः, क्रमेण पठामः, बह्व्यः पङ्क्तयः सन्ति, तत्र क्रमेण पठेम, नाम अहं नामक्रमं वदामि, तदनु पठामः। इदानीं नताशा भगिनी, सन्ध्या भगिनी, सञ्जीवमहोदया, सुनिधिभगिनी, सुब्रह्मण्यमहोदया, लक्ष्मीभगिनी, शिल्पा भगिनी, पद्माभगिनी, अखिला भगिनी, श्रीनिवासमहोदया, रविमहोदया, पुष्पभगिनी इति अनेन क्रमेण पठेम। अस्तु, आरभामहे, नताशा भगिनी। महोदय, के पृष्टः? तत्र पाठस्य आरम्भे कथा अस्ति, आचार्यः पाठस्य आरम्भे। विजय, गीतोपदेशस्य कारणं जानासि किम्? आम् जानामि। सन्ध्या भगिनी, सन्ध्या भगिनी, आम् जानामि, अर्जुनस्य विषादः तत्र कारणम्। अर्जुनः यदि विषादाविष्टः न अभविष्यत् तर्हि कृष्णः गीतां न उपादेक्ष्यत्। अत्र उदाहरणं यथा मया उक्तम् इदानीं, यथा लङ्लकारः तथा लृङ्, अत्र धातुः कः? अत्र सञ्जीवमहोदय वदतु कृपया, तत्र धातुः कः? उपदिशति, धातुः दिश्, दिश्, दिश् धातुः, दिश्, हा, अत्र उपसर्गपूर्वकः दिश् धातुः अस्ति। अत्र मनसि भवेत् यत् यत्र तालविषकारः अथवा मूर्धन्यषकारः अस्ति, तदनन्तरं सकारः अस्ति, कश्चन नियमः अस्ति, सर्वेषां मनसि भवतु, यतोहि अनेकवारम् आगमिष्यति अस्मिन् पाठे, यत्र धातोः अन्ते तालविषकारः अथवा मूर्धन्यषकारः अस्ति, अग्रे सकारः अस्ति, सकारः तु भविष्यति एव, यतोहि लृट्लकारे सकारः भवति, स्या खलु, लृट्लकारस्य प्रत्ययः स्या, स्यति, दास्यति, स्यति इति अस्ति. तर्हि धातोः अन्ते यत्र तालव्यषकारः अथवा मूर्धन्यषकारः अस्ति तस्य च तालव्य अथवा मूर्धन्यषकार स्थाने ककारादेशः भवति. ककारः षकारस्य स्थाने ककारः, षकारस्य स्थाने ककारः. अपि च सकारस्य तदुत्तरस्य सकारस्य स्थाने मूर्धन्यषकारः. अतः अत्र तथा अस्ति. दिश् धातुः तालव्यषकारः अस्ति, षकारस्य स्थाने ककारः जातः, तत्र अग्रे तन्त्यषकारस्य स्थाने षकारः इति सर्वत्र तथा अस्ति. तदर्थं सूत्राणि सन्ति, इदानीं मास्तु. उपदिशति इति अस्ति, उपदिशति. किन्तु लृङ्लकारे तादृशरूपमस्ति. यथा दिश् धातुः दिशति इति अस्ति, दिशति. दिशति इति अस्य, सुब्रह्मण्यमहोदय वदतु, दिशति इत्यस्य लृट् लकारस्य रूपं किं स्यात्? दिशति इत्यस्य लृट् लकारः अस्ति देक्ष्यति महोदय. हा, देक्ष्यति, गुणः भवति. स्या इति तत्र आदुदातकप्रत्ययः अस्ति इति कृत्वा तत्र पुगान्धलघुपदस्य च अतीनेन उपदायां गुणः इति इदानीं सर्वेषां कृते नास्ति चिन्ता. किन्तु अत्र तत्र दिशति देक्ष्यति, दिशति देक्ष्यति इति अस्ति. हा, अपि च अत्र अस्माकं मनसि धातुः परस्मैपदिधातुः अथवा आत्मनिपदिधातुः, यतोहि तदर्थं लङ्लकारस्य अन्तिमभागः भिद्यति, भिद्यति खलु. तर्हि अत्र परस्मै दिशति धातुः उपदिशति ति अस्ति, परस्मैपदे धातुः, न तु यथा प्रकाशते आत्मनिपदे धातुः. तर्हि अस्तु, एकवारं पश्येम. अग्रिमे पूते भूधातुः वन्द् धातुः रूपाणि कथं भवन्ति. तत्र अन्तिमभाग भूधातुः परस्मैपदे धातुः अस्ति, अग्रे वन्द् धातुः आत्मनिपदि धातुः अस्ति. अखिला भगिनी कृपया पठतु भूधातोः रूपाणि. भूधातुः अभविष्यत्, अभविष्यताम्, अभविष्यन्, अभविष्यः, अभविष्यतम्, अभविष्यत, अभविष्यम्, अभविष्याव, अभविष्याम. भूधातोः तदेव वदतु, तत्र लङ्लकारस्य लङ् अभवत्, अभवताम्, अभवन्, अभवः, अभवतम्, अभवत, अभवम्, अभवाव, अभवाम. हा, इति अस्ति. हा, तर्हि यथा लङ्लकारस्य अन्तिमभागः तथा लृङ्लकारस्य अपि परस्मैपदि धातुः, अतः तथा अस्ति. इदानीं वन्द् धातुः अस्ति, वन्द्. श्रीनिवासमहोदय कृपया श्रावयतु. पश्यति वा अग्रे महोदय. वन् ददातुः, वन् ददातु. अत्र अग्रे लिखितमस्ति, न जानाति कुत्र अस्ति. किं स्वप्नभूमौ? लक्ष्मीभगिनी पठतु कृपया. वन्द् धातुः अवन्दिष्यत, अवन्दिष्येताम्, अवन्दिष्यन्त, अवन्दिष्यथाः, अवन्दिष्येथाम्, अवन्दिष्यध्वम्, अवन्दिष्ये, अवन्दिष्यावहि, अवन्दिष्यामहि. इति रूपाणि. तत्र लङ्लकारे वदतु अवन्दत, अवन्देताम्, अवन्दन्त, अवन्दथाः, अवन्देथाम्, अवन्दध्वम्, अवन्दे, अवन्दावहि, अवन्दामहि. हा, समीचीनमस्ति. तर्हि अत्र आत्मविपदिधातुः वन्द् अतः अन्तिमभागः भिन्नः अस्ति, परस्मैपदिधातुः भू अतः अन्तिमभागः भिन्नः अस्ति. समीचीनं. तर्हि अत्र पुनः शिष्यः इति यत् उक्तवान् तत्र सन्ध्याभगिनी पुनः पठतु. आम् आम् जानामि अर्जुनस्य विषादः तत्र कारणम्. विषादः इति जानाति वा? विषादः जानाति. अस्तु, विषादः तत्र कारणं, कस्य कारणं विषादः कस्य कारणम्? विषादः अर्जुनस्य, किन्तु कस्य कारणमस्ति तत्र? कारणमिति उक्तमस्ति खलु, विषादः तत्र कारणं, कस्य कारणम्? नताशा भगिनी सहायं करोतु. गीतोपदेशस्य कारणम्. अस्तु, अग्रे. अर्जुनः यदि विषादाविषयः न अभविष्यत् तर्हि कृष्णः गीतां न उपादेशयत्. अत्र विषादाविष्टः, अत्र विष् धातुः प्रवेशः इत्यस्य विष् धातुः, तत्र विषादाविष्टः. विषादाविष्टः नाम विषादग्रस्तः, विषादपीडितः, तादृशार्थः अस्ति. नाम यदि विषादः अर्जुनस्य अन्ते प्रवेशं न अकरिष्यत् इति अर्थः. विषादः आविष्टः जातः अर्जुने. अर्जुनः यदि विषादाविष्टः न अभविष्यत् तर्हि किम्? तर्हि गीता न अभविष्यत्. हा, कृष्णः गीतां न उपादेक्ष्यत्. उपादेक्ष्यत्. स्पष्टमस्ति? स्पष्टं स्यात्? अग्रे सञ्जीवमहोदय कृपया. किन्तु मीनाक्षी वदति, किन्तु अर्जुनः विषादं कथम् अनुभूतवान्? अस्तु, अग्रे अग्रे. अर्जुनः युद्धपरिणामे स्वस्य अधिकार सम्बन्धं स्थापितवान्, अतः विषादः जातः. यदि सः कर्मण्येव स्वाधिकारम् अस्थापयिष्यत् तर्हि तस्य विषादः न अभविष्यत्. समीचीनमस्ति. भगिनी अवगच्छति वा? अर्जुनः युद्धपरिणा अवगच्छति? किञ्चित् वदति वा? न. अस्तु, किञ्चित् नाम तत्र सन्दीपमहोदय किञ्चित् साहाय्यं करोति वा? अत्र वाक्यार्थः कः? अर्जुनः युद्धपरिणामे स्वस्य अधिकारसम्बन्धं स्थापितवान्, अतः विषादः जातः. अर्जुनः चिन्तयति अत्र युद्धपरिणामे तस्य अधिकारः अस्ति, युद्ध यत्किमपि कर्म करोति तस्य उपरि युद्धपरिणामः अवलम्बितः अस्ति इति चिन्तयति. अत एव विषादः जातः तस्मिन् मनसि. यदि सः कर्मण्येव स्वाधिकारम् अस्थापयिष्यत् तर्हि तस्य विषादः न अभविष्यत्. अतः यदि सः कर्मणि एव स्वाधिकारं स्वस्य कर्मणि एव अधिकारम् अस्ति अधिकारः अस्ति परन्तु तस्य परिणामे अधिकारः नास्ति इति चिन्तनीयम् इति अर्थः. लृङ्लकारे यदि सः कर्मण्येव स्वाधिकारम् अस्थापयिष्यत् यदि सः स्वस्य कर्मणि एव स्वस्य अधिकारम् अस्थापयिष्यत् न तु तर्हि तस्य विषादः न अभविष्यत्. यदि तर्हि तस्य विषादः न अभविष्यत् तर्हि विषादः न भवेत्. कर्मणि एव यदि स्वाधिकारम् अस्थापयिष्यत् न तु किं न तु कस्मिन् न तु युद्धपरिणामे. हा समीचीनं हा इति भवान् तु उक्तवान् एव एवमेव संयोजितवान् अस्तु. वाक्यार्थः स्पष्टः सर्वेषां कृते. अत्र वाक्यं बहु समीचीनमस्ति तत्र उदाहरणं ऋङ्लकारस्य. अस्तु तर्हि कर्मण्येवाधिकारस्ते मा फलेषु कदाचन इति श्लोकस्य विवरणमस्ति. हा हा हा तदेव अस्ति समीचीनम्. अस्तु अग्रे सुब्रह्मण्यमहोदय अग्रे. अस्तु यदि अर्जुनः एतत् युद्धम् अधर्मविरुद्धम् इति विचिन्त्य अयोत्स्यत तर्हि तस्य विषादः न अभविष्यत्. अत्र अयोत्स्यत अस्ति तत्तु युद्ध धातोः आत्मनेपदी अस्ति धातुः आत्मनेपदी अस्ति तस्य लृङ्लकारः अस्ति अयोत्स्यत. यदि अर्जुनः महाभारतयुद्धम् अधर्मयुद्धम् इति चिन्तयित्वा युद्धं करोति तस्य विषादः न यदि युद्धम् अकरिष्यत् तर्हि अर्जुनस्य विषादः न अभविष्यत्. समीचीनमस्ति. युद्धधातुः दिवादिगणे अस्ति. लट् लकारस्य रूपं किं लट् अस्ति युद्ध योध्यते महोदय. तत्र श्यानिति चित् अस्ति वा न न युध्यते महोदय. हा हा गुणः न भवति युध्यते युध्यते. हा लृट् लृट् अस्ति योत्स्यते महोदय. हा हा हा यतोहि स्य आत्म तत्र तत्र आदधातुकप्रत्ययः अस्ति योत्स्यते. समीचीनं. लङ् लङ् अस्ति अत्र अयोध्यत यकारः नागच्छति तस्मिन् अयुद्धत न न अयुद्ध तावदेव अयुद्ध अस्तु महोदय अयुद्ध. हा तत्र तत्र सन्धिकार्यमस्ति इदानीं मास्तु. युद्धति धातुः युद्धति धातुः अस्ति तत्र त इति अस्ति आहत्य अयुद्ध इति कथं भवति इति मास्तु इदानीं केवलं वदनार्थम्. अग्रे लृङ् लृङ् अस्ति अयोत्स्यत. अस्तु समीचीनमस्ति. अस्तु तथा अस्ति अग्रे लक्ष्मीभगिनी अग्रे. महोदय मीनाक्षी वदति अवश्यं खलु अर्जुनः आदौ न चिन्तितवान् यत् धर्मकार्यं न अभविष्यत् चेत् अहं गान्धीवचालनकौशलं श्रीकृष्णस्य सान्निध्यं च न प्राप्स्यम् इति. अभविष्यत् लृङ्लकाररूपं प्राप्स्यम् अपि लृङ्लकाररूपमेव. कथमस्ति प्राप्स्यं कथमस्ति? धातुः कः? भवती जानाति एव. अस्तु, अन्य कोऽपि सहायं करोति वा? हा, पुष्पभगिनी वदतु. समीचीनम्, आप् इति धातुः अस्ति. अनन्तरं कथमस्ति प्राप्स्यम् इति कथमस्ति? आप् इति धातुः अन्यत् किम् अस्ति अत्र? प्रश्नः कः? नाम रूपं कथं जातं? सन्दीपं वद, कृपया वद. आप् धातोः लृट् लकारे आप्स्यम् आप्स्यम् इति उत्तमपुरुष प्रथम एकवचने अस्ति. आप्स्यं तथा न लृट् इति वा लृट् इति वा? लङ्लकारे लङ्लकारे हा हा हा लाप् आप्स्यं. हा, अस्तु अस्तु, लङ् आप्स्यं लृट् लकारे. न तत्र लङ्लकारः तथा नास्ति. पृथक् पृथक् वदामः. प्रथमतया लृट् लकारं वदतु. आप्स्यति. हा, आप्स्यति. हा, उत्तमपुरुषे आप्स्यामि. हा हा, अस्तु अस्तु, प्रथमपुरुषे वदतु. समीचीनमस्ति. आप्स्यति लृट् अनन्तरं न तथा नास्ति. एकनिमेषः, सन्दीपः महोदय. आप्नोत् हा हा हा आप्नोत्, तत्र सकारः लृट् लकारस्य सकारः अस्ति. स्वादिगणे श्नु इति विकरणप्रत्ययः, नु इति अवशिष्यते, गुणः भवति, अतः आप्नोत्. अस्तु, आप्नोत् लङ्लकारे आप्नोत्, लृट् लकारे आप्स्यति, उपसर्गः प्र, धातुः आप्. अस्तु, तदाधारेण किं कथम् अस्ति, कथं चिन्तनं भवेत्? प्रथमतया आप् लङ्लकारे प्रथमतया प्र इति उपसर्गं त्यजतु. प्र उपसर्गः नास्ति चेत् कथं महोदय? आप्स्यम् आप्स्यमिति तत् न तत् हा आप्स्यमिति भवेत्. आप्स्यं प्रथमपुरुषे अस्तु. आप्स्यत् आप्स्यत् प्राप्स्यत् आप्स्यं प्राप्स्यम् इति तादृशमस्ति. अस्तु, लक्ष्मीभगिनी वदतु, अत्र वाक्यस्य अर्थः कः? अवश्यं खलु अर्जुनः आदौ न चिन्तितवान् यत् धर्मकार्यं न अभविष्यत् चेत् धर्मकार्यं न अभविष्यत् चेत् अहं गान्धीवचालनकौशलं च श्रीकृष्णस्य सान्निध्यं न प्राप्स्यम् इति चिन्तितवान्. इति द्विवारम् इदानीं भवती पठितवती, किञ्चित् वदतु वाक्यस्य अर्थः कः. शीघ्रं शीघ्रं स्वस्य मुखतः किञ्चित् वदतु. अवगच्छति वा? अवगच्छामि महोदय. अस्तु, अखिला भगिनी किञ्चित् साहाय्यं करोतु. अत्र वाक्यार्थः कः? आं महोदय, तत्र अर्जुनः प्रथमं चिन्तितवान् तत्र यदा युद्धकार्यं तत्र धर्मकार्यं भविष्यति, परन्तु सः न चिन्तितवान् तत्र युद्धकार्यं तत्र धर्मकार्यं न अभविष्यत् तर्हि तत्र श्रीकृष्णस्य साहाय्यं वा अथवा गाण्डीव इत्युक्ते तस्य तस्य धनु धनोः नाम अस्ति गाण्डीवम् इति, तस्य चालनस्य कौशलम् इत्युक्ते निपुणता वा न भविष्यत् इति. अत्र वाक्यस्य अन्तः द्वितीयं वाक्यमस्ति खलु, धर्मकार्यं न भविष्यत् चेत् अहं गाण्डीवचालनकौशलं श्रीकृष्णस्य सान्निध्यं च न प्राप्स्यम् इति एकं वाक्यमस्ति इति आम् अर्जुनः न चिन्तयति इति न चिन्तितवान् चिन्तयति इति वा किमस्ति? अखिलभगिनी वदतु, स्थितिः का? अर्जुनः पूर्वं न चिन्तितवान् तत्र यदि एतादृशधर्मकार्यं न अभविष्यत् तर्हि श्रीकृष्णस्य साहाय्यं वा तस्याः धनोः निपुणता वा न प्राप्स्यम् इति. अतः आदौ तथा न चिन्तितवान्, अतः अतः श्रीकृष्णः गीतोपदेशं कृतवान्. हा हा हा हा कृतवान् हा इति स्थितिः अपि अस्ति. हा किन्तु अर्जुनः तथा न चिन्तितवान्, अतः तस्य मनसि कीदृश अनुभवः भवति स्म तस्मात्? अतः तस्य मनसि विषादः अभविष्यत्. अभविष्यत् इति न, जातः एव. अस्तु, तर्हि सर्वेषां मनसि तत् स्पष्टतः अजायत इति इति भाति. नाम तत्र वाक्यस्य अन्तः द्वितीयं वाक्यमस्ति, धर्मकार्यं न अभविष्यत् चेत् अहं गान्धीवचालनकौशलं श्रीकृष्णस्य सान्निध्यं च न प्राप्स्यम् इति. यदि अचिन्तयिष्यत् तर्हि उत्साहेन सः धर्मयुद्धार्थम् अगमिष्यत्. किन्तु न जातं, यतोहि तस्य मनः भिन्नम् आसीत् तस्मिन् समये. अस्तु, समीचीनम्. अग्रे गच्छेम तर्हि. अग्रे शुभ भगिनी. आचार्यः, सः युद्ध मोह कुत्र अस्ति? ओ न क्षम्यतां, मम दोषः अस्ति. अग्रे हा सः आचार्यः, सः युद्धभूमौ सः युद्धभूमौ एव विषादग्रस्तः अभवत्. यदि विषादरहितः अभविष्यत् तर्हि गीतोपदेशस्य अवसरः न अभविष्यत्. नाम अवगच्छति वा भगिनि? किं न अवगच्छति? नावगच्छामि. एतावत् किमपि नूतनं नास्ति, यतोहि एतादृशी चर्चा वारंवारं भवति स्म. सः युद्धभूमौ एव विषादग्रस्तः अभवत्. उपरि एकः शब्दः अस्ति विषादाविष्टः. तस्मिन् समये अहम् उक्तवान् विषादग्रस्तः, विषादपीडितः, विषादेन ग्रस्तः, विषादेन पीडितः इति. विषादः जानाति खलु? ग्रस्तः तत्र प्रभावितः, प्रभावितः, ग्रस्तः, पीडितः, आविष्टः, एतत् सर्वमस्ति. नाम मनसि विषादः जातः. युद्धभूमौ एव विषादग्रस्तः अभवत् इति अवगच्छति खलु? अवगच्छामि. अग्रे यदि विषादरहितः, रहितः नाम विषादस्य अभावः, यदि विषादः न अभविष्यत्. तर्हि देशस्य अवसरः न अभविष्यत्. तर्हि पुष्पभगिनी एकनिमेषः, भवत्याः तत्र भविष्यति. अग्रे तर्हि तस्य यदि अर्जुनस्य मनसि विषादः न भविष्यत् तर्हि किं न भविष्यत्? तर्हि गीताम् एव न अभविष्यत् इति एव अर्थः अस्ति. अस्तु, अत्र किमपि नास्ति, जानाति एव. यदि विषादरहितः, यदि विषादः न अभविष्यत् तर्हि गीतोपदेशः, उपदेशः नाम शिक्षा. गीतोपदेशः पाठः, गीतपाठः, गीतोपदेशः, तस्य अवसरः न अभविष्यत्. गीतोपदेशः न अभविष्यत् इति अर्थः. स्पष्टमस्ति? स्पष्टमस्ति. अस्तु, पद्मा भगिनी अग्रे. विजयः वदति मोहग्रस्तः धनञ्जयः ऋषिकेशं प्रार्थयत यत् मम सहायं करोतु. अर्जुनः मोहग्रस्त भवति ऋषिकेश, यानि कृष्णस्य पृच्छति सहायं करोतु. अस्तु अस्तु अस्तु, समीचीनमस्ति. मोहग्रस्तः, अत्र समस्तपदमस्ति. मोहेन ग्रस्तः, मोहग्रस्तः. कस्यचित् दूरवाण्याः तत्र बहु ध्वनिः अस्ति, अस्तु अग्रे गच्छेम तर्हि. अखिला भगिनी अग्रे. तदा आचार्यः वदति, तदा श्रीकृष्णः कुरुक्षेत्रे अष्टादशाध्यायिनीं गीताम् उपादिशत्. उपादिशत् नाम अग्रे पठामि महोदय. अत्र अत्र कुरुक्षेत्रे उपादिशत्, उपादिशत् इति कीदृशरूपम् अस्ति? लङ् रूपम् अस्ति. उपयोग अदिशत् उपादिशत्. अस्तु अस्तु अग्रे. विजयः वदति, उपदेशं श्रुत्वा अर्जुनस्य मोहः नष्टः, स्मृतिः लब्धा. इत्युक्ते कृष्णः यदा गीतोपदेशं करोति, वदति तं श्रुत्वा अर्जुनस्य अर्जुनः मोहग्रस्तः आसीत्, इदानीं मोहरहितः इत्युक्ते तस्य मोहः नष्टः अभवत्, नाशम् अभवत्, स्मृतिः अपि प्राप्तवान् सः इति, स्मृतिं प्राप्तवान् सः. स्मृतिं प्राप्तवान्. अस्तु, बहु समीचीनमस्ति. अग्रे गच्छेम. श्रीनिवासमहोदय अग्रे. कस्य प्रश्नः अस्ति? मम एकः प्रश्नः अस्ति. अत्र स्मृतिः इत्युक्ते स्मृतिः नाम प्रायः अवगमनमेव जातमस्ति. अखिला भगिनी किञ्चित् इतोपि वक्तव्यमस्ति वा अस्मिन्? स्मृतिः इत्युक्ते तत्र ज्ञानम् इति अहं चिन्तितवती महोदय. सः प्रायः तत्र गीतोपदेशं श्रुत्वा तत्र कर्मण्येव मम अधिकारमस्ति इति ज्ञानं प्राप्तवान् इति एव तत्र आशा स्यात् इति मम चिन्तनम्. अवगमनं, ज्ञानम्, एतत् नाम स्मृतिः. भिन्नभिन्नशास्त्रेषु स्मृतिशब्दस्य अर्थः भिन्नः अस्ति, तादृश अर्थः एव स्यात्. अस्तु अग्रे श्रीनिवासमहोदय. मीनाक्षी वदति, परिणामतः नष्टमोहः अर्जुनः युद्धाय असन्नह्यत् असन्नह्यत. वदतु. अवगच्छति वा? परिणामतः महोदय, परिणामतः अत्र पञ्चमी अर्थे अस्ति. तस्मात् कारणात् परिणामशब्दं जानाति खलु? तस्मात् परिणामात् नष्टमोहः अर्जुनः. अत्र नष्टमोहः इति रुचिकरशब्दः अस्ति. नष्टमोहः अत्र नष्टमोहः इति अत्र अस्मिन् अवसरे किञ्चित् पुष्पभगिनी म्यूट् इति कृपया करोतु, अथवा यस्य कस्यचित् ध्वनिः अस्ति. तत्र नष्टमोहः इति शब्दः समस्तपदमस्ति नष्टमोहः. अत्र वस्तुतः समस्तपदं चतुर्विधमस्ति. अग्रिमे पुस्तके वयं परिशीलयिष्यामः, किन्तु यत्र संयुक्तपदमस्ति, समस्तपदमस्ति, तत्र चतुर्वैद्यमस्ति. अत्र यत्र यथा सुन्दरः बालकः इति व्यस्तप्रयोगः, नाम पृथक् पृथक् अस्ति. व्यस्तः, सुन्दरः बालकः इति तत्र विशेषणविशेषभावः अस्ति खलु. सुन्दरः इति विशेषणं, बालकः इति विशेष्यं. सुन्दरः बालकः, तत्र एकं पदं कर्तुं शक्नुमः तत्र सुन्दरबालकः. यत्र सुन्दरबालकः इति कुर्मः तत्र विशेषणं विशेष्यं च एकं जातमस्ति, एकपदमस्ति. तस्यां दशायां समस्तपदं कीदृशमिति इति चेत् कर्मधार्यसमासः. नामकरणमस्ति तावदेव, नाम तस्य शब्दस्य अर्थः इति मा चिन्तयतु, तत् केवलं नामकरणमस्ति. नाम कर्मधार्यसमासः यत्र विशेषणविशेष्यम् एकं पदं भवति, कर्मधार्यसमासः. सुन्दरः बालकः, सुन्दरबालकः, सुन्दरबालकः इति एकः एव शब्दः अस्ति. इदानीं नष्टः, मोहः अपि तादृश एव शब्दः अस्ति. नष्टः, मोहः, सुन्दरः, बालकः. नष्टः, मोहः, नष्टमोहः. सुन्दरः, बालकः, सुन्दरबालकः. अतः अत्रापि कर्मधारयसमासः अस्ति नष्टमोहः, नष्टमोहः. किन्तु अत्र यत्र सुन्दरबालकः अस्ति तत्र द्वयोः पदयोः मध्ये किं पदं प्राधान्यमस्ति, कस्य पदस्य प्राधान्यमस्ति, कः शब्दः प्रधानः अस्ति इति चेत् तत्र बालकः, बालकः सुन्दरः. हा, बालकः सुन्दरः अस्ति इति कारणेन तत्र द्वितीयपदस्य प्राधान्यमस्ति. उत्तरपदस्य प्राधान्यमस्ति इति वदामः व्याकरणे. उत्तरपदस्य प्राधान्यमस्ति इति यस्मिन् समस्तपदे तथा तत्र कर्मधार्यसमासः इति वदामः. कर्मधार्यसमासस्य उत्तरपदस्य प्राधान्यमस्ति. कर्मधार्यसमासः, कर्मधार्यसमासः इति उत्तरपदस्य प्राधान्यमस्ति. इदानीं वस्तुतः यत्र समस्तपदमस्ति तत्र अस्माभिः किं चिन्तनीयमस्ति, यत् अस्य पदस्य अर्थः कः, अस्य पदस्य अर्थः अस्मिन् वाक्ये, अस्मिन् सन्दर्भे अस्य पदस्य अर्थः कः इति अवश्यं चिन्तनीयमस्ति. यतोहि अत्र परिणामतः परिणामात् नष्टमोहः अर्जुनः. वस्तुतः नष्टमोहः तस्य अर्थः कः, अर्जुनः एव अस्ति, न तु मोहः. पश्यन्तु अत्र नष्टमोहः इत्युक्ते यथा सुन्दरबालकः इत्युक्ते बालकः एव, सुन्दरः इत्युक्ते किं, बालकः एव, सुन्दरबालकः. सुन्दरः तत्र तस्य अर्थः कुत्र गच्छति, बालकः. सुन्दरः इत्युक्ते ओ तत्र सुन्दरः गच्छति, सुन्दरः नाम कः, बालकः एव. किन्तु अत्र भिन्नमस्ति परिस्थितिः, भिन्ना. नष्टमोहः अर्जुनः अस्मिन् वाक्ये, अपरस्मिन् वाक्ये नष्टमोहशब्दस्य अर्थः भिन्नः भवितुम् अर्हति स्म. हा, तस्य मोहः, तस्य बालकस्य मोहः नष्टः जातः इति परिस्थितौ वयं वक्तुं शक्नुमः यत् अस्तु तत्र तस्य मोहः कीदृशः, तत्र नष्टः मोहः, तस्य मोहः नष्टः इति नष्टमोहः, मोहः एव नष्टः. तत्र कर्मधार्यसमासः अस्ति अत्र तथा नास्ति. अत्र नष्टमोहः इत्युक्ते अर्जुनः नाम अन्यपदप्राधान्यमस्ति. न तत्र पूर्वपदमस्ति नष्ट, उत्तरपदमस्ति मोह. न नष्टपदस्य अर्थः, न मोहशब्दस्य अर्थः, अपि तु अर्जुनशब्दः एव, नाम अन्यपदप्राधान्यं. नष्टमोहः इत्युक्ते नष्टः मोहः यस्य सः, अर्जुनस्य मोहः नष्टः इति कृत्वा नष्टमोहः इत्युक्ते नष्टः मोहः यस्य सः अर्जुनः. अन्यपदप्राधान्यम् अत्र बहुव्रीहि समासः अस्ति. यत्र वाक्ये वाक्यं द्रष्टव्यमस्ति, यत्र वाक्ये अस्य पदस्य मध्ये यत् पदद्वयमस्ति नष्ट अपि च मोह, द्वयोः मध्ये न कस्यापि अर्थः अस्ति, प्राधान्यमस्ति अर्जुनस्य. नष्टमोहः इत्युक्ते अर्जुनः. अतः अत्र नष्टमोहः बहुव्रीहिसमासः, मूले कर्मधारयसमासः आसीत्, किन्तु वाक्ये तादृश अर्थः नास्ति। मोहः अत्र मोहः इति अर्थः नास्ति, अपि तु यस्य मोहः सः इति अर्थः अस्ति। इति कृत्वा नष्टः मोहः यस्य सः नष्टमोहः बहुव्रीहिसमासः अस्ति। षष्ठी अर्थे यस्य सः अर्जुनः नष्टमोहः अर्जुनः युद्धाय असन्नहृतः न असन्न तत्र असन्नह्यतः अन असन्नह्यत इति अर्थः अस्ति। तत्र सम् इति उपसर्गः, नः इति धातुः अस्ति, धातुः अस्ति नः, नह्यते दिवादिगणे अस्ति, नह्यते ष्यन् विकरणप्रत्ययः नह्यते, तत्र बन्धनं करोति इति अर्थः। नह्यते इत्युक्ते बन्धनं करोति इति नह्यते। संयोगः नह्यते सन्नह्यते, सन्नह्यते इति पदमस्ति। सन्नह्यते इत्युक्ते युद्धाय सिद्धः भवति, सिद्धिभवनम् इत्युक्ते इति सन्नह्यते इति अस्य अर्थः। युद्धाय विशेषतः युद्धाय सिद्धः भवति इति सन्नह्यते। सम् उपसर्गपूर्वकः सन् धातुः, अत्र सन्नह्यते आत्मनिपदिधातुः अस्ति, नः इति नह्यते आत्मनिपदिधातुः। अतः अन्तिमभागः लट्लकारस्य क्षम्यतां लङ्लकारस्य अन्तिमभागः तथा अस्ति। इति अस्ति। महोदय प्रश्नः अस्ति अत्र अत्र अत्र किमर्थम् उपसर्गात् प्राक् अडागमः भवति इति द्रष्टव्यमस्ति अत्र इति प्रश्नः वा? आं महोदय, तत्तु द्रष्टव्यमस्ति, यतोहि तत्र उपसर्गः अस्ति एव, समति उपसर्गः, तत्र किञ्चित् पश्यामि। तत्र असामान्यरूपम् अस्ति, किन्तु तथा स्थितिः अस्ति तथा। न दातु न सिद्धति, नश्यति इत्युक्ते बन्धनं करोति, बन्धनं सन्नह्यते इति अस्य अर्थः। तत्र उपसर्गपूर्वकधातुः तत्र अन्तान्तरं जातमस्ति, अन्तान्तरं जातं, कुत्रचित् उपसर्गस्य संयोजनेन अर्थः भिन्नः भवति खलु। हा अस्तु, अस्तु, समीचीनमस्ति। रविमहोदय अस्ति वा? अग्रे पठतु कृपया। मोहः नष्टः विजयः वदति न, उपदेशं श्रुत्वा अर्जुनस्य मोहः नष्टः, नष्टः प्रथमाविभक्ति अस्ति, अस्तु? सत्यं सत्यं, नष्टः अर्जुनस्य नष्टः, अर्जुनस्य मोहः नष्टः, न तु अर्जुनः खलु, मोहः नष्टः तु प्रथमाविभक्ति न, न धातु न अत्र पश्यतु, नष्टमोह नष्टमोह शब्दः इदानीम् अर्जुनशब्दस्य विशेषणं जातमस्ति। नष्टमोह शब्दः विशेषणमस्ति अर्जुनशब्दस्य, अहं जानामि। विजयः उपदेशं श्रुत्वा अर्जुनस्य मोहः नष्टः, स्मृतिः लब्धा, अस्य भवत्याः कश्चन प्रश्नः अस्ति वा? हा, विजयः वदति प्रथमाविभक्ति नष्टः प्रथमाविभक्ति मोहः प्रथमाविभक्ति, भवत्याः कश्चन कः प्रश्नः न अवगच्छामि, प्रश्नः अस्ति वा? लब्धा इति नो वर्ब, भवत्याः कः प्रश्नः, कोऽपि अवगच्छति वा? तत्र स्मृतिः लब्धा, तत्र न कर्म अनन्तरं लिखतु कृपया. अनन्तरं लिखतु भवत्या ज्ञानं प्राप्तवान् अस्तु. रवि महोदय कृपया अन्तिमवाक्यं पठेम. आचार्य वदति अर्थात् यदि कृष्णः अर्जुनं न उपेक्ष्यत् तर्हि स उपादेक्ष्यत् न उपादेक्ष्यत् तर्हि स अयोत्स्यत् पाण्डवाः नैव अयोत्स्यत अयोत्स्यत पाण्डवाः नैव अजेष्यन् अत्र किमपि दोषः अपि अस्ति न न इति अपेक्षितं सः न अयोत्स्यत. अत्र वाक्यार्थः कः यदि गीता कृष्ण अर्जुनं गीताप्देशं न अददत् न दास्यत् तर्हि अर्जुनः युद्धोद्धत् न अभविष्यत् च पाण्डवा एव युद्धे न विजयं न प्राप्स्यत् तत्र प्राप्स्यन् बहुवचनं तत्र प्र इत्यस्य अनन्तरं प्राप्स्यन् अस्तु समीचीनमस्ति. प्रायः सर्वं स्पष्टमस्ति. अत्र उपदेक्ष्यत् इति पूर्वमपि वयं दृष्टवन्तः उपदेक्ष्यत् उपादेक्ष्यत् अदेक्ष्यत् उपादेक्ष्यत् अयोत्स्यत इति अत्र किमपि नूतनं नास्ति. सुब्रह्मण्यमहोदय पूर्वम् उक्तवान् अत्र अज्येष्यन् तत्र धातुः अस्ति जि लट्लकारे लट्लकारे जयति जि धातुः लृट्लकारे ज्येष्यति लङ्लकारे अजयत् अतः लृङि अज्येष्यत् अत्र धातुः अस्ति जि ज्येष्यति इति भवति. अस्तु समीचीनमस्ति. अस्माकं समयः जातः किन्तु पाठः तत्र नूतनपरिचयः जातः लङ्लकारस्य. अस्मिन् किञ्चित् इतोपि अभ्यासं कुर्मः अग्रिमे सप्ताहे. तर्हि धन्यवादः सर्वेषाम्. अग्रे मिलामः तर्हि. नमस्कारः. धन्यवादः महोदय. नमस्कारः. धन्यवादः.